पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 68 व्यास उवाच बलं च निकदं दृष्ट्वा नमुचिं च स्वकाग्रजं मुचिस्तत्राब्रवीद्वाक्यं ज्येष्ठो मे सूदितस्त्वया परोक्षेणाधुना त्वां च शरैर्नेष्यामि भास्करीं तमब्रवीन्महातेजाशक्रः सर्वसुरार्चितः भ्रातुस्ते धर्मपन्थानमिदानीं लप्स्यसे ध्रुवं वह्नेरुष्णमविज्ञाय प्रमोहाच्छलभायथा सहसा प्रविशन्त्यग्निं तथा मां योद्धुमिच्छसि एवं ब्रुवाणमिन्द्रं च जखानविशिखैस्त्रिभिः स चिच्छेदत्रिभिर्बाणैः शक्रः परपुरञ्जयः तदो जखान दशभिरिन्द्रमैरावणं त्रिभिः सप्तभिर्मादलिं छित्त्वा नादैरुच्चैर्ननादः शक्रं प्रति पुनैर्दैत्यो भ्रामयामास सम्भ्रमाद आयसीं तां गदां कोपान् महाबलपराक्रमः ततस्तु लाघवाश्चक्रो जकानकुलिशेन हि विदुरस्यावपादेन गदासुर्निपपातः धनुजस्य प्रपादेन सञ्चचालवसुन्धरा देवाः प्रचक्रोर्नित्यानि दानवा विप्रदुद्रुवुः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे मुचिवधो नामाष्टषष्टितमोऽध्यायः ॐ